सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओं श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति तत्र सार्वधातुकलकाराणाम् अपि च अर्धधातुकलकाराणां तेषां समग्रदृष्टिः। पूर्वस्मिन् वर्गे वयं दृष्टवन्तः तत्र गणविकरणप्रत्ययेषु तत्र एकमेव विकरणप्रत्ययः अस्ति यस्मिन् तत्र आर्धधातुकत्वम् अस्ति। सो किमर्थं तत्र आर्धधातुकत्वं महर्षिणा स्थापितं, किमर्थं तत्र सार्वधातुकितनेन कार्यं न भवितुं शक्नोति, सो तत्र वयं दृष्टवन्तः तत्र यः नवमबिन्दुः अस्ति तस्मिन् तत्र लिखितं तत्र यः तनादिगणे ये धातवः सन्ति तस्मिन् गणे एव उ इति विकरणप्रत्ययः। तनादिगणे ये धातवः सन्ति तत्र कुत्रचित् तत्र गुणम् अपेक्षितम्, इत्युक्ते साक्षात् धातु अङ्गे तत्र गुणः अपेक्षितम्, अतः तादृशविकरणप्रत्ययः एव परे भवेत्। सो यदि तत्र सार्वधातुकत्वं महर्षिणा स्थापितं चेत् तत्र गौर्वं भवति, इत्युक्ते तत्र शुप् इति प्रत्ययः स्थापनीयं, किमर्थं चेत् व्याकरणे शित् कारणेन यदि कोऽपि अतिङ्प्रत्ययः अस्ति तस्मिन् यदि सार्वधातुकत्वं स्थापनीयं तत्र शित् आवश्यकम्। किमर्थं चेत् मूलसूत्रमस्ति तिङ्क्षित् सार्वधातुकं, यदि प्रत्ययः तिङ् नास्ति तस्मिन् सार्वधातुकत्वं कथम् आयाति, शित् कारणेन आयाति। सो अत्र अपि यदि तत्र गुणमपि अनेन यः प्रत्ययः अस्ति विकरणप्रत्ययः अनेन प्रत्ययेन तत्र गुणमपि तत्र भवेत्, अपि च अत्र लाघवार्थमपि तत्र किं कृतं महर्षिणा उ एव स्थापितं न तु शुप् स्थापितं। सो शुप् इत्यनेन तत्र प्रथमे शकारस्य इति करणीयम्, अनन्तरं पकारस्य इति करणीयम्, अनन्तरं तयोः लोपः करणीयं, सो इति अस्मिन् करपत्रे लिखितं। तत्र अनेन मार्गेण तत्र किं भवति मार्गं किञ्चित् दीर्घं भवति, अपि च अत्र केवलं प्रत्यये सार्वधातुकं भवेत् तस्य कृते एव तत्र शित् स्थापनीयं, तत्र कोऽपि अन्यप्रयोजनं नास्ति, केवलं धातुः तादृश प्रत्ययः भवेत् यस्मिन् गुण तत्र लक्षणं तत्र आसीत्, अतः महर्षिणा लाघवार्थं तत्र उ एव स्थापितम्। किमर्थं चेत् अत्र ये धातवः सन्ति तत्र कोऽपि शित् प्रत्ययस्य शित्वात् कोऽपि अन्यप्रयोजनं नास्ति, यथा वयं दृष्टवन्तः तत्र भुवादिगणे यः शप् इति विकरणप्रत्ययः अस्ति तत्र शप् प्रत्यये शकारस्य इति अस्ति पकारस्य इति अस्ति, प्रथमप्रयोजनमस्ति तत्र केचन इगन्तधातवः सन्ति भुवादिगणे, केचन इगुपदधातवः सन्ति, अतः तत्र गुणम् अपेक्षितं, सो महर्षिणा तत्र शप् इति प्रत्ययः तत्र स्थापितं। परन्तु एकमेव प्रयोजनं तत्र शप् प्रत्ययस्य शित्वात् नास्ति, वयं दृष्टवन्तः तत्र प्रत्ययादेशः शित् शित् कारणेन अपि तत्र धात्वादेशः भवति, इत्युक्ते गम् बिकम्स् गच्छ, केन कारणेन परे शित् प्रत्ययः अस्ति। सो यत्र परे यदि तत्र गम् योग कोऽपि अर्धधातुकप्रत्ययः कुर्मः तत्र गम् एव तिष्ठति, इत्युक्ते तत्र यदि कोऽपि तादृश कृत् प्रत्ययः गम् अनन्तरं योजयामः तत्र गम् प्रत्ययस्य गम् धातोः गच्छ इति आदेशः न भवति। सो तत्र भुवादिगणे न केवलं शप् प्रत्ययस्य यः स्थित्वम् अस्ति तेन कारणेन, अपि च पित्वम् अस्ति तेन कारणेन न केवलं तत्र गुणः भवति परन्तु तत्र अन्यानि कार्याणि अपि अपेक्षितानि। तथैव तत्र एकमस्ति गमीयशां छः गम् अपि च इष् धातुः अपि च यम् धातुः तत्र छ आदेशः भवति, अनन्तरं सन्धिकार्यं भूत्वा तत्र गम् अपि च यच् अपि च इच् तत्र इष् धातुः अपि इष् तु भुवादिगणे नास्ति, परन्तु गम् अपि च यम् इति धातुद्वयं तत्र भुवादिगणे एव तत्र स्तः. सो अतः तत्र शित्वस्य एकमेव प्रयोजनं नास्ति, शित्वस्य अन्यानि प्रयोजनानि तत्र सन्ति, परन्तु तादृशप्रयोजनम् अत्र तनादिगणे नास्ति. तनादिगणे ये धातवः तत्र एकमेव प्रयोजनं, यः विकरणप्रत्ययः तस्मिन् गुण तत्र यः लक्षणं तत्र भवेत्. अतः लाघवार्थं तत्र महर्षिणा केवलम् उ एव स्थापितं, न तु शुप् स्थापितम् इति वयं पूर्वस्मिन् वर्गे पठितवन्तः. अपि च अस्मिन् बिन्दौ तत्र किं लिखितम्? अनेन कारणेन तत्र ये अस्माभिः पूर्वस्मिन् वर्गेषु तत्र किञ्चित् गुणविषये तत्र ये सूत्राणि अस्माभिः पठितानि तेषाम् अपि किञ्चित् तत्र पुनरावर्तम् अभवत्, इत्युक्ते पुगन्तलघुपदस्य च अपि च सार्वधातुकार्धधातुकयोः, अनन्तरं तत्र अतिदेशसूत्रम् अस्ति सार्वधातुकम् अपित्. सो सार्वधातुकम् अपित् यदा तत्र कार्यं करोति तदा प्रत्ययः निद् इव भवति. निद् इव भवति चेत् तत्र खिनिति च सूत्रस्य प्रसक्तिः भवति, किनिति च सूत्रस्य प्रसक्तिः भूत्वा तत्र गुणस्य निषेधः भवति. सो यद्यपि प्रत्ययः धातोः साक्षात् परे दिवादिगणे अपि च तना तुदादिगणे क्रयादिगणे स्वादिगणे यद्यपि तत्र प्रत्यये शित्वम् अस्ति, शित्वात् सः प्रत्ययः सार्वधातुकत्वं प्राप्नोति, तथापि तत्र गुणः न भवति. किमर्थं चेत् तत्र पित्वस्य अभावेन सार्वधातुकम् अपित् इति सूत्रस्य प्रसक्तिः भूत्वा तादृशशित् प्रत्ययः निद् इव कार्यं करोति. निद् इव कार्यं करोति चेत् इत्युक्ते निद् इव व्यवहरति. सो निद् इव व्यवहारं करोति चेत् तत्र खिनिति च सूत्रस्य प्रसक्तिः भूत्वा तत्र गुणस्य निषेधः भवति. अतः सर्वेषु दशसु गणेषु तत्र गुणः न भवति, साक्षात् धातु अङ्गे गुणः न भवति विकरणप्रत्ययस्य कारणेन इति तत्र पूर्वं पठितं. सो तत्र निष्कर्षः कः अस्ति? उ इति प्रत्ययस्य तत्र लाघवार्थम् एव महर्षिणा केवलम् उ इति स्थापितं, न तु शुप् स्थापितम्. अस्तु तर्हि अद्य एतत् करपत्रं समापयामः. अत्र किमपि विशिष्टं नास्ति, अस्माभिः यत् पठितं तस्य एव तत्र वारं वारं स्मरणम् अस्ति, अपि च भिन्नरीत्या तत्र उल्लेखः अस्ति. अस्तु तर्हि तत्र अद्य प्रारम्भं कुर्मः. दशमबिन्दुः मञ्जरी भगिनी पठति वा भगिनि? ध्वनि श्रूयते न? मम ध्वनि श्रूयते न? श्रूयते. लृट् लकारः लृट् लकारे च्य इति आर्धधातुकविकरणप्रत्ययः, अपि च तनादिगणे उ इति आर्धधातुकविकरणप्रत्ययः, द्वयोः मध्ये कः भेदः? च्य प्रत्ययस्य निमित्तं लकारः एव, उ प्रत्ययस्य निमित्तं कर्तर्थक सार्वधातुकप्रत्ययः यदा धातुः तनादिगणे अस्ति. अतः च्य प्रत्ययस्य निमित्तं सार्वत्रिकं नाम सर्वेषां धातूनां कृते, किन्तु उ प्रत्ययः केवलं तनादिगणीयधातूनां कृते. अग्रे अपि पठतु. ध्वनि सम्यक् अस्ति महोदय, सम्यक् श्रूयते. सर्वेषां कृते सम्यक् अस्ति वा ध्वनि? न महोदय, किञ्चित् न्यूनमस्ति महोदय. न्यूनमस्ति वा? परन्तु अस्माकं मोबैल् मध्ये इन्क्रीस् कर्तुं शक्यते. न्यूनम् अस्ति तत् श्रूयते. किञ्चित् उच्चैः वदतु भगिनि. श्रूयते परन्तु शनैः शनैः श्रूयते. अधुना श्रूयते वा? तनादिगणे स्थितेभ्यः धातुभ्यः कृधातुस्तः च उ प्रत्ययः भवति कर्तृथक सार्वधातुकप्रत्यये परे. लकारनिमित्तिकविकरणप्रत्ययाः सार्वत्रिकाः इति कारणेन सर्वेषां धातूनां कृते भवन्ति. तस्मात् तिङ् प्रत्ययेन सह सर्वदा तिष्ठति. नाम स्ययोगति इति कृत्वा त्यति लकारे नित्यः प्रत्ययः. त्यति त्यतः स्यन्ति इति एवं प्रत्ययाः भवन्ति सर्वेषां धातूनां कृते. अतः सिद्ध तिङ् प्रत्ययाः ते एव भवन्तु त्यति इत्यादयः. तदर्थम् अस्माकं पाठे त्य इति पृथक्तया विकरणप्रत्ययरूपेण न उपयुज्यते, अपि तु तिङ् प्रत्ययेन सह स्थित्वा तस्य एकः भागः एव भवति इति चिन्तयतु. त्यति त्यतः स्यन्ति, त्यसि त्यतः त्यथ, स्यामि स्यावः स्यामः. पठतु एतत् अपि पठतु, सारांशः अपि पठतु. सारांशः एवं यत् व्यवहारे प्रक्रियासु सार्वधातुकनिमित्तिकविकरणप्रत्ययान् एव विकरणनाम्ना प्रयुज्महे. लकारनिमित्तिकविकरणप्रत्ययः तिङ्प्रत्ययस्य एकः भागः एव भवति इति कारणेन तस्य पृथक्तया न उपयोगः न वा नाम्ना सम्बोधनं भवति. तावत् वदतु भगिनि, किं लिखितम् अत्र, कः प्रश्नः अत्र? स्यः ल्युट् लकारे स्यः इति आर्धधातुक विकरणप्रत्ययः, तथा तनादिगणे उ इति आर्धधातुकप्रत्ययः. द्वयोः मध्ये भेदः कः इति प्रश्नः अस्ति. इत्युक्ते तत्र अपि इत्युक्ते ऊ अपि विकरणप्रत्ययः, स्य अपि विकरणप्रत्ययः, सो किं भेदः तत्र, कः भेदः अत्र, कः मुख्यभेदः अत्र, किम् उत्तरं किं लिखितम्? सर्वेश लकारायाः आगच्छति, प्रत्ययस्य निमित्तं लकारः एव, अपि च ऊ प्रत्ययस्य निमित्तं धातुः सार्वधातुकप्रत्यये यदा धातु पुनः वदतु, ऊ प्रत्ययस्य निमित्तं किं, केन कारणेन ऊ आयाति? सार्वधातुकप्रत्ययः यथा किम् अस्ति तत्र धातोः परे कर्तर्थक सार्वधातुकप्रत्ययः तनादिगणे? इत्युक्ते तनादिगणे क्रु इति एकं धातु अस्ति, अस्तु, क्रु इति एकं धातु अस्ति, तनादिगणे महर्षिणा स्थापितं लुक्राय् इति धातु. क्रु धातुः तनादिगणे अस्ति. मम विवक्षा अस्ति तत्र, त्वा प्रत्ययस्य अहमत्र त्वा प्रत्ययः योजयामः. सो त्वा प्रत्यये ककारस्य इत्संज्ञा अस्ति, तत्र त्वा एव अवशिष्यते, कित् प्रत्ययः अस्ति. सो कृ इति धातुः तनादिगणे अस्ति. अत्र लिखितम् अत्र ऊ आगन्तुं शक्यते वा? तनादिगणे धातुः अस्ति, अत्र विकरणप्रत्ययः भवति, किम् उक्तवती? तनादिगणे धातुः निमित्तं भवति. सो क्रु इति तनादिगणे अस्ति. सो अत्र ऊ वयं योजयामः वा न योजयामः? योजयामः. किमर्थं? तदेव प्रश्नः. ऊ प्रत्ययस्य कृते किं किं निमित्तं केन कारणेन धातोः तनादिगणे ये धातवः सन्ति तेषाम् अनन्तरं कदा ऊयोजनीयम् इत्येव प्रश्नः अत्र. सो कदा ऊयोजनीयम्? भवती डोण्ट् लिसन् टु अदर्स्, जस्ट् डू युवर् ओन्, यूस् युवर् ओन् विवेक एण्ड् रिप्लै मी. ऊ प्रत्ययस्य कृते सि वी आर् रीडिङ्ग् दिस् सिन्स् मनी. ऐ वाण्ट् दिस् कन्सेप्ट् टु बि क्लियर् फार् आल्. धातोः अनन्तरं गणविकरणप्रत्ययः कदा आयाति, तस्य कृते निमित्तं किम् अस्ति? केवलं तस्य गणस्य धातुः भवेत् इति एव निमित्तं वा, इति एव आवश्यकं वा, किमपि अन्यत् आवश्यकम् अस्ति ऊ प्रत्ययस्य कृते? सि अत्र अहं वदामि, अत्र ऊ इति न आगन्तुं शक्यते. अत्र ऊ न योजनीयं. किमर्थं न योजनीयं? धातुः तनादिगणस्य अस्ति, परन्तु तथापि अत्र ऊ न योजनीयं. किमर्थं न योजनीयम्? आर्धातुक अस्ति. किम् अस्ति आर्धधातु? प्रत्ययः. कः प्रत्ययः आर्धधातुक अस्ति? त्वा. तेन तत्र मध्ये आर्धातुक अस्ति चेत् मध्ये तत्र मध्ये विकरणपत्रे विकरणप्रत्यये न आयाति. अस्तु महोदय, एकनिमिषं म्यूट् मध्ये तिष्ठतु महोदय. एकनिमिषः भगिनि, म्यूट् मध्ये सर्वे म्यूट् तिष्ठतु. मञ्जिरि भगिनि, इदानीं वदतु, यदा तत्र मम विवक्षा अस्ति क्रू धातुतः, तत्र लट् लकारस्य विवक्षा अस्ति, लट् लकारस्य विवक्षा अस्ति, अतः मया किं योजनीयं? कृ योग लट् इदानीं तत्र अस्ति. इदानीं किं भवति अत्र? अनन्तरं तिङ् प्रत्यय. प्रथमसोपाने किं करणीयं? प्रथमसोपाने अनुबन्धानां निष्कासनं करणीयम्. एतत्तु लौकिकधातुः, कृ इति लौकिकरूपम्. लट् लकारे कस्य इत्संज्ञा अस्ति? लट् इति प्रत्यये, लट् अपि प्रत्ययः, प्रत्ययः परश्च इत्यनेन लट् अपि प्रत्ययः. टकारस्य इति अस्ति, अपि च यः आकारः, अपि च लकार उत्तरवर्ति यः आकारः, तस्य किं, तस्यापि इति अस्ति. किम् अवशिष्यते? ल अवशिष्यते. इदानीम् इदानीं कृयोग ल अस्ति. ल कस्य तत्र प्रतिनिधिः अस्ति? लट् लकारस्य प्रतिनिधिः ल अस्ति. किमर्थं चेत् अस्माभिः तत्र द्रष्टव्यं ल इति कस्य ल, लट् लकारस्य ल. इदानीं किं भवति अत्र, कस्य सूत्रस्य प्रसक्तिः कृयोग ल अस्ति चेत्? किम् अधिकारसूत्रं तत्र? लकारः प्रक्रियायां तिष्ठति, लस्य इत्युक्ते अत्र लट् लकारनिमित्तीकृत्य कोऽपि विकरणः नास्ति, तादृशसूत्रमेव नास्ति. सो इदानीं परिशीलनं कुर्मः चेत् अत्र एकमेव सूत्रस्य प्रसक्तिः, लस्य इति अधिकारः. लस्य इति षष्ठ्यन्तम् अस्ति, वदति लकारस्य स्थाने. षष्ठी अस्ति चेत् स्थानी भवति. यः धातोः अनन्तरम् इदानीं ल अस्ति, लकारः अस्ति, तस्य किं, लस्य किं, लस्य स्थाने किम् आदेशः भवति? लस्य स्थाने किम् आदेशः? लस्य सूत्रस्य अनन्तरं किं सूत्रं? तिप् तस् जि तिप् तस्थ इति बृहत् सूत्रम् अस्ति. सर्वे अष्टादश प्रत्ययानां तत्र विधिः एतस्य सूत्रस्य साक्षात् अनन्तरम्. इत्युक्ते यदि वयम् अष्टाध्यायी सूत्रक्रमः पश्यामः, लस्य इति यः सूत्रसङ्ख्या अस्ति तस्य साक्षात् अनन्तरं वदति महर्षि तिप्तस्जि सिप्तस्थ. सो लकारस्य स्थाने, सर्वेषां दश लकाराणां स्थाने तत्र किम्? अस्माकं विवक्षानुगुणम् एव एकवचन, द्विवचन, बहुवचन, प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष इति निर्णेतव्यम् अस्माभिः एव निर्णेतव्यं मम विवक्षा मध्यमपुरुष एकवचनस्य अस्ति वा उत्तमपुरुष एकवचनस्य अस्ति वा प्रथमपुरुष एकवचनस्य अस्ति वा धातुः कीदृशः परस्मैपदी वा उभयपदी वा आत्मनेपदी वा अत्र कृधातुः उभयपदी धातुः परन्तु मम विवक्षा अस्ति परस्मैपदी तिप् प्रत्ययस्य सो लस्य लः इति अपगच्छति इदानीं प्रक्रियायां ल अपगच्छति तस्य स्थाने किम् आयाति मम विवक्षानुगुणं मम इच्छानुसारेण न प्रथमे मम विवक्षानुगुणं प्रथमपुरुषे एकवचनस्य प्रत्ययः सपोज् मम विवक्षा प्रथमपुरुष एकवचनस्य अस्ति इदानीं पुनः किं करणीयं प्रत्यये अनुबन्धानां निष्कासनं करणीयं किमर्थं चेत् मूलप्रत्ययः अस्ति तिप् लस्य स्थाने तिप् आयाति परन्तु एतत् सर्वं विवक्षानुगुणम् एव भवति यः प्रक्रिया करोति तस्य विवक्षा तस्य इच्छानुसारेण एव तत्र प्रत्ययः आयाति परन्तु सूत्रं तत्र द्रष्टव्यम् अत्र कस्य एतस्मिन् सोपाने एतस्मिन् स्टेप् मध्ये कस्य सूत्रस्य प्रसक्तिः सो इदानीं तिप् प्रत्यये केवलं त एव अवशिष्यते त एव अवशिष्यते चेत् इदानीम् अत्र अस्ति क्रूयोग ति अकारसि इत् तस्य लोपः अपि इदानीं मया किं करणीयम् अत्र धातु अस्ति प्लस् प्रत्ययः अस्ति प्राकृतियोगप्रत्ययः अत्र प्राकृतिधातुः धातुः अनन्तरं ये प्रत्ययाः तेषां नामकरणं विशिष्टनामकरणं महर्षिणा कृतं किं सार्वधातुक् अपि च आर्धधातुक् तेषामेव नामम् अस्ति सार्वधातुक् अपि च आर्धधातुक् इदानीं प्रत्ययस्य स्वभावः पश्यामः किमर्थं चेत् मया तत्र द्रष्टव्यम् अत्र पूर्वे एव द्रष्टव्यम् अत्र आर्धधातुप्रक्रिया वा सार्वधातुप्रक्रिया वा किमर्थं चेत् तत्र धातोः विषये प्रक्रियाद्वयमेव आर्धधातुक् नो चेत् सार्वधातुक् अत्र ति प्रत्ययस्य किं स्वभावः कः स्वभावः एतस्य प्रत्ययस्य प्रत्ययः कीदृशः अस्ति सार्वधातुक् अस्ति वा आर्धधातुक् अस्ति किमर्थं केन अस्माभिः तत्र वक्तव्यं किम् तिंशित् तिंशित् इत्यनेन ति प्रत्ययः सार्वधातुक् संज्ञकः सर्वे तिङ् प्रत्ययाः कर्तरिप्रयोगे अपि भवितुं शक्नोति कर्मणि अपि भवितुं शक्नोति भावे अपि भवितुं शक्नोति मम विवक्षानुगुणम् एव तत्र कर्तरि वा कर्मणि वा भावे वा मम विवक्षा कर्तरिप्रयोगस्य अस्ति इदानीं धातोः अनन्तरं कर्तर्थक् कर्तरिप्रयोगे कीदृशप्रत्ययः सार्वधातुक् प्रत्ययः अस्ति सो यदा तत्र यत् किमपि धातोः तस्य अनन्तरं कर्तर्थक् सार्वधातुक् प्रत्ययः परे अस्ति साक्षात् परे अस्ति मध्ये किमपि नास्ति धातुयोग कर्तर्थक् सार्वधातुक् प्रत्ययः तत्र कस्य सूत्रस्य प्रसक्तिः भवति अत्र कस्य सूत्रस्य अत्र प्रसक्तिः औत्सर्गिकसूत्रं किम् अस्ति कर्तरि कर्तरि शप् अपि च शप् प्रत्ययस्य कृते कर्तरि शप् सूत्रस्य कृते तत्र बहूनि अपवादसूत्राणि अस्माभिः पूर्वस्मिन् वर्गे दृष्टं सो कर्तरि शप् इति सूत्रं वदति यदा धातोः अनन्तरं कर्तर्थक् सार्वधातुक् प्रत्ययः अस्ति तदा मध्ये शप् योजनीयम् इति सामान्यनियमः विशिष्टनियमं किम् अस्ति दिवादिभ्यः शन् सुदादिभ्यः शः क्रियादिगणेष्णा इदानीं तत्र द्रष्टव्यं यदा तत्र कर्तरि शप् सूत्रस्य प्रसक्तिः भवति तदा डैरेक्ट्लि शप् न योजनीयं तत्र किं द्रष्टव्यं तत्र किं करणीयं घनचिन्तनं करणीयम् इत्युक्ते तेषां सूत्राणां कृते अपि कर्तर्थक् सार्वधातुक् प्रत्ययः निमित्तं भवति समाननिमित्तमस्ति शप् प्रत्ययस्य कृते यत् निमित्तं त तदेव श्यन् तदेव श तदेव श्ना तदेव श्नम् तदेव उ प्रत्ययस्य कृते. सो यदा तत्र यत्र यत्र कर्तरि शब्दसूत्रस्य प्रसक्तिः तत्र सर्वदा धातु कस्य गणस्य अस्ति इति चिन्तनम् अवश्य करणीयम्. इदानीं तत्र गणचिन्तनं क्रु इति धातुः कस्मिन् गणे अस्ति इति चिन्तनम् आवश्यकं. डैरेक्ट् शप् न योजनीयम् इति औत्सर्गिक सूत्रं. तत्र शप् सूत्रस्य कृते बहूनि अपवादसूत्राणि सन्ति. अतः मया तत्र निर्णेतव्यम् एतत् धातुः कस्मिन् गणे अस्ति. सो एतत् धातुः तनादिगणे अस्ति. सूत्रं किं तत्र इदानीमेव पठितं, तनादिकृण्भ्यः. तत्रापि सि तत्रापि कर्तरी शप् इति सूत्रं तनादिकृण्भ्यः उः इति सूत्रस्य पूर्वसूत्रं. सो तस्मिन् सूत्रे यः कर्तरी पदं सार्वधातुके पदं तयोः अनुवृत्तिः तत्र भवति. सो कर्तरी तनादिकृण्भ्यः कर्तरी प्रयोगे सार्वधातुके प्रत्यये परे धातोः उ इति प्रत्ययः परश्च इति उ विधीयते. सो इदानीम् अत्र कर्तर्थक् सार्वधातुक् प्रत्ययः परे अस्ति. अतः अत्र मया किं योजनीयं, तनादिकृण्भ्यः उः इति सूत्रस्य प्रसक्तिः भूत्वा शप् बाधित्वा, शप् एतत् सूत्रं बाधित्वा तत्र किं योजनीयम्, उ इति प्रत्ययः योजनीयम्. अनन्तरं ति अपि अस्ति. किमर्थं, कथं जानीमः मध्ये उ योजनीयं, वदति धातोः अनन्तरम् उ प्रत्ययः योजनीयं. परन्तु कदा योजनीयं, यदि पूर्वे तत्र धातोः अनन्तरं कोऽपि कर्तर्थक् सार्वधातुक् प्रत्ययः अस्ति तदा एव धातोः अनन्तरम् उ अपि योजनीयं. ति तु अस्ति एव, ति तिष्ठति, परन्तु ति कारणेन, ति निमित्तं भवति कस्य कृते, उ प्रत्ययस्य कृते. अतः ति इस् द निमित्तं, ति हेतु अस्ति उ प्रत्ययस्य कृते. सो निमित्तम् अस्ति कर्तर्थक् सार्वधातुक् प्रत्ययः. धातु अपि सि धातु इस् अ कण्डिशन्, धातुः तस्य गणस्य अस्ति अतः एव यु. परन्तु यदा तत्र धातुः तनादिगणस्य अस्ति परन्तु परे कोऽपि आर्धधातुक् प्रत्ययः अस्ति यथा त्वा, यद्यपि धातु तनादिगणस्य अस्ति तथापि अत्र उ आगन्तुं न शक्यते. किमर्थं चेत् कर्तर्थक् अस्ति वा नास्ति तद् भिन्नप्रश्य. सर्वे कृतप्रत्ययाः मूले कर्तरि प्रयोगे भवति. कर्तरि कृत् इति सूत्रम् एकं सूत्रमस्ति, कर्तरि कृत्. कर्तरि कृत् इति सूत्रेण औत्सर्गिकरूपेण सामान्यनियम आधारेण सर्वे कृतप्रत्ययाः येषां प्रत्ययानां कृत् इति संज्ञा, ते कर्तरिप्रयोगे तत्र सन्ति. त्वापि कर्तरिप्रयोगे अस्ति परन्तु तस्मिन् सार्वधातुकत्वं नास्ति. तिङ्क्षित् भिन्न, तिङ् नास्ति षित् नास्ति. अतः प्रत्ययस्य स्वभावः कः, आर्धधातुक् प्रत्ययः अस्ति. कर्तरिप्रयोगे अस्ति परन्तु किं सार्वधातुक् नास्ति. सो अत्र उ आगन्तुं न शक्यते. किमर्थं चेत् मूले तत्र कर्तरि शब्दसूत्रस्य प्रसक्तिः नास्ति. यदि कर्तरि शब्दसूत्रस्य प्रसक्तिः नास्ति तत्र तनादिकृण्भ्यः उः इति सूत्रस्य अपि प्रसक्तिः नास्ति. अत्र गुणमपि न भवति कित् कारणेन. सो कृत्वा एव रूपम्, एतत् कृत्वा, कार्यं कृत्वा आगच्छतु इति वयं वदामः. किमपि न भवति, उ अपि न आगन्तुं शक्यते. यद्यपि कर्तरि अस्ति परन्तु सार्वधातुकत्वं नास्ति, प्रत्यये सार्वधातुकत्वं नास्ति, आर्धधातुकप्रत्ययः अस्ति. सो प्रथमसोपाने एव उ. सो सर्वे ये घनविकरणप्रत्ययाः शप् शन् तेषां कृते निमित्तं यदि वदामः चेत् कर्तर्थक् सार्वधातुक् तिबादयः एव निमित्तं भवति. तिबादयः निमित्तं भवति तेषां कृते. तदेव भेदः, स्य प्रत्ययस्य कृते लकारः निमित्तं भवति इति उक्तम्. इत्युक्ते यदा तत्र विवक्षा अस्ति क्रुयोग लृट् लृट् लकारस्य विवक्षायाम् अनुबन्धानां निष्कासनम् अनन्तरम् अत्रापि समानं सोपानं ल अवशिष्यते. इदानीं ल इति यः अस्ति सः लृट् प्रत्ययस्य ल अनुबन्धानां निष्कासनम् अनन्तरं सो ल इति लृट् अस्ति लृट् प्रत्ययस्य सो अस्मिन् सोपाने एकं विशिष्टसूत्रस्य प्रसक्तिः अस्ति. अत्र सूत्रमस्ति शतासि लृ लुटो. लृट् लकारस्य विवक्षायां धातोः यत्किमपि धातुः तत्र किमपि न लिखितम्, अत्र करपत्रे लिखितं सार्वत्रिकम् इति पदं लिखितं. सार्वत्रिकम् इत्युक्ते तत्र सार्वत्रिकम् इति पश्यामः चेत् तत्र ठक् इति प्रत्ययः अस्ति. इत्युक्ते सर्वेषां तत्र सर्वेषां धातूनां कृते एतत् भवति. सर्वत्र भव इति सार्वत्रिकम् इति तस्य अर्थः, विग्रहवाक्यमस्ति. सर्वत्र भव इति सार्वत्रिकं, सार्वत्रिकः, सर्वत्र भव. सर्वत्र भव इत्युक्ते सर्वेषां धातोः अनन्तरं द्विसहस्रधातवः ये सन्ति तेषाम् अनन्तरं यदा मया लृट् योजनीयं, लृट् लकारस्य कृते एव स्य इति प्रत्ययः. सो सार्वत्रिकम् इत्युक्ते सर्वत्र भव. सो सर्वत्र भव इत्युक्ते सर्वेषां धातोः अनन्तरं यदा मया लृट् योजनीयं तदा तत्र शतासि लृ लृटो इति सूत्रस्य प्रसक्तिः भूत्वा अस्मिन् सोपाने एव धातोः अनन्तरं किं विधीयते, कीदृशप्रत्ययः विधीयते. महर्षिः वदति स्य योजनी स्य विधीयते, स्य विधिः दत्तं तस्मिन् सूत्रे स्यतासि लृ लुटो इति विधिसूत्रं. स्य इति प्रत्ययस्य विधिः तत्र तस्य निर्देशः अस्ति. स्य इति प्रत्ययः कदा धातोः योजनीयं, धातोः इति पञ्चमी अस्ति, धातोः अनन्तरं कदा स्य योजनीयं, यदा तत्र लृट् लकारस्य विवक्षा अस्ति, लृट् लकारः अस्ति धातोः परे, तदा स्य योजनीयं. सो अत्र ल इति यः अस्ति लृट् लकारस्य ल, सो अत्र स्य एतस्मिन् सोपाने एव स्य आयाति. अनन्तरं समानप्रक्रिया लस्य इत्यनेन तिवादयः. इदानीं स्य आगतम्, अनन्तरं लस्य इत्यनेन विवक्षानुगुणं तिप् नो चेत् तस् नो चेत् जि यत्किमपि प्रत्ययः. सो अत्र यद्यपि धातोः अनन्तरं कर्तर्थक् तिवादयः अस्ति, तिवादयः सन्ति, तथापि तत्र मध्ये बाधा अस्ति, साक्षात् नास्ति. पूर्वस्मिन् वर्गे वयं साक्षात् इति पदं दृष्टं. सो धातोः साक्षात् कर्तर्थक् सार्वधातुक् नास्ति, मध्ये किमपि बाधा अस्ति, स्यरूपी बाधा अस्ति, भिन्नप्रत्ययः. अतः अत्र कर्तरिशब्सूत्रस्य प्रसक्तिः न भवति. कर्तरिशब्सूत्रं वदति साक्षात् परे कर्तर्थक् सार्वधातुक् प्रत्ययः भवेत्. अत्र तु अर्धधातुक् प्रत्ययः साक्षात् परे अस्ति, अतः अत्र गणचिन्तनम् अनावश्यकं, न करणीयं. धातुकस्य गणस्य केवलं यत्र कर्तरिशब्सूत्रस्य प्रसक्ति तत्र एव धातुः कस्मिन् गणे अस्ति, कस्मिन् गणे अस्ति इति तत्र अस्माभिः चिन्तनीयम्. अत्र तु तादृशचिन्तनम् अनावश्यकं, न करणीयं. किमर्थं चेत् अत्र कर्तरिशब्सूत्रस्य प्रसक्तिः एव नास्ति. यदा तत्र कर्तरिशब्सूत्रस्य प्रसक्तिः नास्ति तदा अन्य ये अपवादसूत्राणि सन्ति तेषामपि तत्र प्रसक्तिः न भवति. किमर्थं चेत् निमित्तं समानं, कर्तर्थक् सार्वधातुके परे, कर्तर्थक् सार्वधातुके परेश, कर्तर्थक् सार्वधातुक् परेशनम्. सो तत्र तादृशचिन्तनम् अत्र यत्र अर्धधातुक् प्रक्रिया अस्ति तत्र गणचिन्तनम् अनावश्यकं, न करणीयम्. अत्र स्य इति प्रत्ययः वयं लोके किं वदामः, स्यति सतः सन्ति, वि एड् दिस् टु ति बिकास् दिस् इस् नाट् पार्ट् आफ् द धातुः. सो तादृशचिन्तनम् अस्माभिः तत्र लोके अस्ति. अतः प्रायशः वयं किं वदामः, केवलं शप् शना एते एव विकरणप्रत्ययः. परन्तु इदानीं मम तत्र मम मस्तिष्के तत्र स्पष्टता अस्ति, केवलं शप् शना एव विकरणप्रत्ययः न, स च्य अपि विकर्णः तासपि विकर्णः चिलि अपि विकर्णः इति अत्र लिखितं सो मुख्यभेदः कः उ प्रत्ययस्य कृते भिन्ननिमित्तं स्य प्रत्ययस्य कृते भिन्ननिमित्तम् इति अत्र लिखितम् उ प्रत्ययस्य कृते कर्तर्थक् सार्वधातुकनिमित्तं परन्तु स्य प्रत्ययस्य कृते तु लकारः एव निमित्तं भवति केवलं लृट् लकारस्य विवक्षायाम् एव स्य आगन्तुं शक्यते अपि च लृङ् लकारस्य विवक्षायां यदा तत्र लट् लोट् लङ् अस्ति तत्र तु स्य न आगन्तुं शक्यते इति तत्र भेदः अवगतं वा भगिनि सर्वदा द्रष्टव्यं मूलधातुः यः अस्ति यः साक्षात् धातुः अस्ति तस्य परे कीदृशप्रत्ययः आर्धधातुक् वा सार्वधातुक् वा अनन्तरं सार्वधातुक् अस्ति चेत् अत्र पित्वम् अस्ति वा पूर्वे कुत्रचित् पठितं सार्वधातुकप्रत्ययेषु एव पित्वम् अपित्वं द्रष्टव्यम् तत्रैव प्रयोजनम् अस्ति पित्वस्य पित्वम् अस्ति चेत् गुणः भवति पित्वं नास्ति चेत् गुणः निषेधः भवति सो सार्वधातुकम् अपित् इत्यनेन तादृश सार्वधातुकप्रत्ययः निद् इव कार्यं करोति निद् इव कार्यं करोति चेत् किनिति च सूत्रेण तत्र तत्र बाधा भवति गुणस्य बाधा भवति क्रु क्रु एव तिष्ठति क्रु कर्ण भवति परन्तु क्रु प्रत्ययस्य कृते तु उ इति निमित्तं सो तत्र क्रू कर् भवति वदतु भगिनि भगिनि मम एका शङ्का अस्ति बेसिक् लृट् लकार लट् लकार सर्वत्र टकारस्य इत्संज्ञा लकारस्य इत्संज्ञा न भवति वा क्षिपतरित इति आं भवति न टकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा लकारस्य लकारस्यापि भवेत् खलु केवल आ एव न न न तत्र अनुनासिकत्वम् अस्ति सर्वेषां स्वराणां कृते इत्युक्ते तत्र एतत् समीचीनः प्रश्नमस्ति लकारस्य किमर्थं तत्र इत्संज्ञा न भवति सूत्रं किमस्ति तस्य कृते केन सूत्रेण लकारस्य भवेत् लक्ष्यकृतदिते परन्तु तत्र यः चिन्तनम् अस्ति सि इत्युक्ते महर्षिणा ये लकाराणां यः नामकरणं कृतं पूर्वे एव तत्र तादृशप्रयोगः आसीत् सो परन्तु ये दशलकाराः सन्ति तेषु लकारस्य कोऽपि इत्संज्ञा यदि कुर्मः तत्र किमपि न अवशिष्यते अकारः अपि अनुनासिक अस्ति ऋकारः अपि अनुनासिक अस्ति सो तत्र ये स्वराः स्थापिताः तेषां केवलम् उच्चारणप्रयोगेन उच्चारणे सौलभ्यं भवेत् तदेव प्रयोजनम् अस्ति परन्तु यदि वयं लकारस्यापि इत् कुर्मः तत्र किमपि न अवशिष्यते अपि च तदेव अपि च तत्र लकारस्य इत् न करणीयं कोऽपि प्रयोजनम् एव नास्ति किमर्थं चेत् तत्र वदति यदि वयम् इत् संज्ञक प्रकरणस्य विषये तत्र डीप् चिन्तनं कुर्मः चेत् तत्र सर्वदा तत्र वदति व्याख्याने यदि इत्संज्ञक वर्णस्य इत्संज्ञकरणस्य कोऽपि प्रयोजनं नास्ति प्रयोजनं विना प्रयोजनम् इत्संज्ञा न करणीयम् इति तत्र सर्वदा एतादृशः चिन्तनं सो लकारेषु यद्यपि लशक्वत् अदिते इत्यनेन तत्र लकारस्यापि इत् भवेत् तथापि न भवति किमर्थं तत्र लस्य इति सूत्रं निरवकाशः भवति सो यदि लस्य इति सूत्रं कथं कार्यं कर्तुं शक्यते यदि लकारः अपि अपगच्छति अतः तत्र के वदन्ति सर्वे वैयाकरणाः किं वदन्ति इत्संज्ञक प्रयोजनं विना वर्णानाम् इत्संज्ञा न करणीयं सो लकारस्य कोऽपि प्रयोजनम् एव नास्ति वयं दृष्टवन्तः षकारस्य प्रयोजनम् अस्ति पकारस्य प्रयोजनम् अस्ति टकारस्य अपि प्रयोजनम् अस्ति नकारस्य कण्ठनकारस्य यः लङ्लकारे इति भवति तस्यापि प्रयोजनम् अस्ति अग्रे पश्यामः कथं तत्र सूत्रं कार्यं करोति नित्लकारेषु किं करणीयं टित्लकारेषु किं करणीयं सो सर्वेषां वर्णानां तत्र यः इति भवति तेषां कृते प्रयोजनं भवेत् प्रयोजनं विना इति संज्ञा न करणीयम् एतत् वाक्यं स्मर्तव्यं प्रयोजनं विना कुत्रचित् अपि न केवलं लकारेषु अन्यत्रापि इत्युक्ते यः कस्यचित् प्रत्ययेषु यदि वयं तत्र कस्यचित् वर्णस्य तत्र सूत्राधारेण तु इत् भवेत्, परन्तु न करणीयं. किमर्थं न करणीयं? तत्र वदति, किं वदति? अत्र कोऽपि प्रयोजनम् एव नास्ति. सो प्रयोजनं विना वर्णानाम् इति संज्ञा न करणीयं, तावदेव अस्ति भगिनि. अस्तु भगिनि, धन्यवादः. मञ्जरी भगिनी, एतत् यत् पठितं तत् अवगतं वा भगिनि? सो इत्युक्ते लोके वयं किं वदामः, ये लकारनिमित्तविकरणाः ते प्रायशः ते तिप् प्रत्ययस्य एव भागः तत्र भवन्ति. सो वयं किं वदामः, स्यति, स्यतः, स्यन्ति, तथैव इष्यति. यदा इडागमः भवति इष्यति, इष्यतः, इष्यन्ति. वी हेव् रिमेम्बर्ड् इट् लैक् दिस्. बट् इदानीं तत्र किम् अस्ति, मम मनसि तत्र स्पष्टता अस्ति. स्य अपि विकर्णः, तास् अपि विकर्णः, चिलि अपि विकर्णः, तिवादयस्य भागः नास्ति. परन्तु एतेषां विकरणानां कृते लकारः निमित्तं भवति, न तु तिवादयः निमित्तं भवति. सो यदा तत्र लट् लकारस्य रूपं पश्यामः, पठति, तत्र यः अ एक्स्ट्रा अ श्रूयते सः विकरणप्रत्ययः, शप् इति भागः अस्ति. तथैव तत्र यः ये अन्य तत्र गणाः सन्ति, तत्र मध्ये यः य इति भागः, कुत्रचित् अय इति भागः. सो तादृश एव अस्माकं चिन्तनमस्ति, ते एव विकरणाः. परन्तु विकरणाः द्विधा, लकारनिमित्तिकविकरणाः, गणनिमित्तिकविकरणाः. गणाधारेण भिन्नभिन्नविकरणाः, परन्तु गणविकरणानां कृते तिवादयः निमित्तम् अस्ति. कर्तर्थक् सार्वधातुक् तिवादयः एव निमित्तम् इति अत्र लिखितं. तदेव मुख्यभेदः. ऊ प्रत्ययस्य कृते लकारनिमित्तं भवति, परन्तु शप् शश्ना एतेषां कृते तु कर्तर्थक् तिवादयः निमित्तं भवति, नो चेत् कर्तर्थक् सार्वधातुक् प्रत्ययः निमित्तं भवति इत्यपि वदामः चेत् तत्र अलम् अस्तु. सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति वा? इदानीम् एतत् सर्वं स्मर्तव्यं, पुनः पुनः एतस्य विषये वयं चिन्तनं न कुर्मः. सो इदानीं तत्र शप्रत्ययस्य कृते किं निमित्तं? सि तत्र धातुः कस्य गणस्य तद् आवश्यकम् अस्ति, परन्तु केन कारणेन शप् आयाति? तिवादयस्य, कर्तर्थक् सार्वधातुक् प्रत्ययस्य कारणेन एव तिवादयः आयाति. अस्तु, अग्रे पठामः. अग्रे कः पठति? पूर्णिमा भगिनी, अग्रिमं परिच्छेदं पठति वा? सूचनार्थम् उच्यते. आं भगिनि, पठामि. भगिनि, स्याति सतः सारांश सूत्र सूचनार्थम् उच्यते यत् अष्टाध्याय्यां लकारनिमित्तिकविकरणप्रत्ययाः तृतीयाध्याये प्रथमपादे त्रयोत्रिंशत्तः तः तृतीयाध्याये प्रथमपादे षट् विधीयन्ते. सार्वधातुकनिमित्तविकरणप्रत्ययाः तृतीयाध्याये प्रथमपादे सप्तषष्टितः तृतीयाध्याये प्रथमपादे नवतिः पर्यन्तं विधीयन्ते. तत्र पश्यतु यत् लकारनिर्मित यत् लकारनिर्मितविकरणप्रत्ययाः लकारस्तरे एव विधीयन्ते. क्रमेण लृट् लृङ् लृट् लो लेट् लिट् लुङ् सार्वधातुकनिमित्तकविकरणप्रत्ययाः धातुगणस्तरे विधीयते. क्रमेण शब् वादौ द्युहोत्यादौ अपि च चुरादौ चुरादौ त्रयः गणः शप् भवति. शन् दिवादौ, स्नु स्वादौ, श त्रिदादौ, ष्णं द्विदादौ, उ धनादौ स्ना क्रयादौ च इति सार्वधातुकलकाराणाम् आर्धधातुकलकाराणां च चिन्तनं सम्पूर्णम्. सो अत्र वदति लकारनिर्मितिकविकरणप्रत्ययाः विधीयन्ते, परन्तु सार्वधातुकविकरणप्रत्ययाः गणनिर्मितविकरणप्रत्ययः अस्ति, लकारनिर्मितविकरणप्रत्ययः नास्ति. अतः क्रमेण सार्वधातुकनिमेप्रत्ययाः धातुस्तरे धातुनन्तरमेव क्रमेण सर्वत्र शप् वा शप् भवेत्, भवादिगण तु भवादिगण अदादिगण ज्योत्यादिगण चुरादिगणे शप् भवति, दिवादिगणे भवति, स्नु स्वादो स्वादिगणे भवति, शादुदादिगण भवति, स्कं रुदादिगणे भवति, उ तनादिगणे भवति, स्न क्रयादिगणे भवति. केवल कर्तरि शप् इति धातोः अनन्तरमेव आगच्छति. आम्, इत्युक्ते अत्र किं लिखितं भगिनि, अत्र लिखितं ये लकारनिमित्तिकविकरणप्रत्ययाः तेषां कृते ये विधिसूत्राणि ते भिन्नस्थले स्थापितानि, 33 आरभ्य 66 पर्यन्तं. सो यदि वयं 33 सूत्रं पश्यामः, 31 33 सूत्रम् एव स्यतासि लृलुटु, तत् आरभ्य तत्र विकरणप्रत्ययानां विधिः दत्तम्. इत्युक्ते स्यतास् कस्मात्, कुत्र विधीयते, लृट् लकारे विधीयते, लुट् लकारे विधीयते. अनन्तरं तत्र 66 पर्यन्तं केवलं कस्य विषयः, लकारनिमित्तिकविकरणप्रत्ययः. इत्युक्ते तस्मिन् अपि 43 यः सूत्रमस्ति अत्र एव 3143 तत्र चिलिलुङ्गि इति सूत्रं, सो चिलिलुङ्गि अपि लकारनिमित्तिकविकरणः. सो अत्र वयं जानीमः तत्र चिलि तु कुत्रापि न तिष्ठति, चिलिस्थाने तत्र सिच् आदेशः अपि च भिन्नभिन्न आदेशः भवन्ति. सो तानि सूत्राणि अत्र एव दत्तम्. अनन्तरं 67 सूत्रम् आरभ्य, 67 सूत्रम् आरभ्य तत्र किम् अस्ति, सार्वधातुके यक् इति 67 सूत्रम्. सो सार्वधातुके इत्युक्ते 67 सूत्रपूर्वम् अस्ति, 66 सूत्रम् अस्ति चिन् भावकर्मणोः. सो तत्र भावकर्मणोः इति यः पदम् अस्ति तस्य पदस्य अनुवृत्तिः 67 सूत्रे अस्ति. सो सार्वधातुके यक् इति यः सूत्रमस्ति, भावकर्मणोः धातोः अनन्तरं सार्वधातुके प्रत्यये परे यक् विधीयते. सो यक् प्रत्ययस्य विधिः अस्ति, यक् आरभ्य तत्र अनन्तरं 67 68 सूत्रमस्ति कर्तरि शप्. कर्तरि शप् सूत्रे अपि पूर्वसूत्रात् सार्वधातुके इति पदस्य अनुवृत्तिः. सो यदा तत्र कर्तरी दत्तमस्ति तदानीमेव, इत्युक्ते तत्र प्रयोगाः त्रीणि एव प्रयोगाः, भावे प्रयोग, कर्मणि प्रयोग, कर्तरी प्रयोग. भावे कर्मणि किं करणीयं, यक् योजनीयम्. इदानीं तत्र साक्षात् कर्तरी शब् सूत्रे वदति कर्तरी इति पदं दत्तं. सो कर्तरी प्रयोगे किं करणीयं, धातोः अनन्तरं किं योजनीयं, यक् एव योजनीयं वा, न, तत्तु केवलं भावकर्मणो योजनीयम्. इदानीं वदति कर्तरी शप् सार्वधातुके प्रत्यये परे धातोः अनन्तरं कर्तरी प्रयोगे शप् योजनीयं, न तु यक् योजनीयं. सो तदारभ्य एव तत्र अनन्तरं दिवादिभ्यः शन् 69 सूत्रमस्ति अत्रैव अस्मिन् प्रकरणे एव दिवादिभ्यः शन्, अनन्तरं तत्र स्वादिभ्यः श्नु. एतानि सूत्राणि क्रमेण यदि पुस्तकं पठामः पश्यामः चेत् तत्र एतानि सर्वाणि दत्तानि. सो अस्मिन् प्रकरणे घनविकरणप्रत्ययानां विधिः दत्तं, कदा योजनीयं, किम् अस्ति घनविकरणप्रत्ययः, यदा अत्र लिखितं भुवादौ अदादौ ज्योत्यादौ चुरादौ, एतेषु चतुर्षु गणेषु शप्, दिवादौ शन्, स्वादौ श्नु इति योजनीयम्. एतानि सूत्राणि श्नम् श प्रत्ययस्य सूत्रं कुत्र अस्ति अस्मिन् प्रकरणे एव दत्तं श्नम् उ श्ना सर्वेषां प्रत्ययानां विधिः अत्र एव दत्तं सो एतानि सर्वाणि घन आधारीकृत्य ये विकरणप्रत्ययाः परन्तु यः 3133 आरभ्य तत्र लकार आधारीकृत्य ये विकरणाः सो लकार आधारीकृत्य अपि विकरणाः सन्ति घन आधारीकृत्य अपि विकरणाः सन्ति ये लकाराधारीकृत्य विकरणाः तेषां कृते लकारः एव निमित्तं भवति परन्तु ये घन आधारीकृत्य विकरणाः तेषां कृते निमित्तं किं भवति कर्तर्थक् सार्वधातुक् प्रत्ययः निमित्तं भवति तिबादयः निमित्तं भवति इति तत्र भेदः अस्ति सो एतत् एव भेदं किं सार्वधातुकलकाराः आर्धधातुकलकाराः अस्य आधारेण एव तत्र सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया भिन्नभिन्नस्थले दत्तम् इति तत्र सारांशः सर्वैः अवगतं वा इदानीं तत्र परिशिष्टम् अस्ति तस्य विषये किञ्चित् पठामः इत्युक्ते तत्र यदि एतत् सरलं विधिः सरलम् आसीत् तथापि तत्र किमर्थं तत्र कौमध्यां लघुसिद्धान्तकौमध्यां तत्र भिन्नरूपेण प्रक्रिया दत्तं किमर्थं तत्र प्रथमसोपाने एव स्य तास् अपि च चिलि न यो तेन तत्र यः भट्टोजी दीक्षित् अस्ति तेन किमर्थं तत्र तादृशप्रक्रिया न तत्र प्रदर्शितं तस्य विषये किञ्चित् चिन्तनम् अस्ति इत्युक्ते तत्र सर्वे ये व्याकरण छात्राः सन्ति तेषां कृते तु लघुसिद्धान्तकौमुदी एव तत्र किमस्ति रेफरेन्स् बुक् अस्ति सो इदानीम् अत्र किञ्चित् लिखितं वै शुड् वि रीड् द पाणिनि वै शुड् वि रीड् द व्याकरण एस् पर् द पाणिनि यथा पाणिनिमहर्षिणा तत्र सूत्राणां क्रमः दत्तं सूत्राणां तत्र आयोजनं कृतं तस्य आधारेण एव अस्माभिः तत्र चिन्तनं करणीयं न तु तत्र यः लघुसिद्धान्तकौमुदीविषये तत्र प्रत्येकस्य पदस्य विषये किं सूत्रम् अपेक्षितं तस्य एव व्याख्या तत्र अस्ति लघुसिद्धान्तकौमुदी इति प्रक्रियाग्रन्थं परन्तु अष्टाध्यायी इति ग्रन्थं प्रकरणं ग्रन्थम् इत्युक्ते अत्र एकं प्रकरणम् अस्ति अत्रापि प्रकरणम् अस्ति तो अस्मिन् प्रकरणे किं कार्यं भवति घनविकरणप्रत्ययानाम् एव चिन्तनम् अत्र अस्ति किमपि अन्यत् चिन्तनम् अस्मिन् प्रकरणे नास्ति एकम् एव कार्यमस्ति यदा तत्र घनचिन्तनं भवति तदा किं किं किं किं करणीयं सोपानेन सर्वं दत्तं तथैव यदा तत्र लकाराणां चिन्तनम् अस्ति तदा कस्य कस्य लकारस्य विशेषरूपेण प्रत्ययः विधीयते इति एतस्मिन् स्थले एव सर्वं दत्तं तदेव यदा तत्र प्रत्याधारीकृत्य अङ्गे कार्यं भवति अङ्गस्य यदा अधिकारः आरभ्यते तदा अङ्गकार्यम् एव तस्य विषये एव सर्वं दत्तं सो अष्टाध्यायी इति ग्रन्थं प्रकरणग्रन्थं प्रकरण आधारेण एव कार्यस्य विषये चिन्तनं परन्तु लघुसिद्धान्तकौमुदी इति प्रक्रियाग्रन्थं पठति इति पदस्य निर्माणं कथं भवति अनन्तरं तत्र पठिष्यति इति पदस्य निर्माणं कथं भवति इत्युक्ते प्रथमे एकमेव धातूनां धातोः कृते तत्र दशलकाराणां रूपं कथं निष्पद्यते इति तत्र चिन्तनम् अस्ति परन्तु माताजी वदति तादृशचिन्तनं न करणीयं तेन तु वयं सम्पूर्ण तत्र फुल् लैफ् स्पेन् वि केनाट् अण्डर्स्टाण्ड् द ग्रामर् तादृशं चिन्तनं कुर्मः चेत् किमर्थं चेत् तत्र महर्षिः तु तत् न इच्छति महर्षिणा तत्र यादृश तत्र सूत्राणां क्रमः दत्तं तत्र सार्वधातुप्रक्रिया भिन्नम् आर्धधातुप्रक्रिया भिन्नम् एकमेव धातुविषये तत्र पठामः चेत् तदेव प्रक्रिया सर्वेषां तादृशधातूनां भवति सो एकमेव धातुः रूपं तत्र पश्यामः चेत् तदेव अलं सफिशियण्ट् अस्ति तादृशधातूनां कृते तदेव प्रक्रिया भवति. सर्वेषां धातूनां द्विसहस्रधातूनां कृते तत्र भिन्नभिन्नभिन्नचिन्तनं नावश्यकम्. अतः तत्र अस्माभिः पूर्वमेव कुत्रचित् अत्र पठामः. सो अकारान्तधातूनां विषये एकमेव चिन्तनं भवति, आकारान्तविषये एकमेव चिन्तनं भवति. सो अन्तिमस्वर आधारीकृत्य, नो चेत् उपधायां यः वर्णः तम् आधारीकृत्य, नो चेत् कोऽपि विशिष्ट अस्ति यथा एजन्तधातुवः, सर्वे एजन्तधातूनां कृते एकमेव प्रक्रिया. सो प्रत्येकस्य धातोः विषये तत्र किं प्रक्रिया भवति इति न तत्र करणीयं. तादृशं कुर्मः चेत् तत् अनावश्यकम्. सो प्रक्रिया तत्र अस्माभिः चिन्तनीयं. प्रक्रिया किम् अस्ति? तदेव प्रक्रिया सर्वेषां समानधातूनां विषये भवति. अस्तु, किञ्चित् अत्र परिशिष्टं पठामः, किञ्चित् तत्र किञ्चित् बोधः भवति. अस्तु, अग्रे कः पठति? अनुसूया भगिनी पठति वा? भगिनी अस्ति वा? भगिनी अत्र किमर्थं न दृश्यते? नो चेत् चेतना भगिनी अस्ति वा? आं महोदय. प्रक्रिया आं पठतु. प्रक्रियाक्रमप्रसङ्गे किञ्चित् मूल्यवत् चिन्तनम्. प्रश्नः उदेति यत् लस्य स्थाने तिङ् प्रत्ययाः प्रथमम् आयान्ति अथवा प्रथमं विकरणप्रत्यय विधीयते. अस्य बोधार्थं सर्वप्रथमं ज्ञातव्यं प्रक्रिया का, सार्वधातुकप्रत्यया वा आर्धधातुकप्रक्रिया वा इति. सार्वधातुकप्रक्रिया इति यदि वयं प्रक्रिया कर्तुम् इच्छन्ति तत् समये एकः प्रश्नः आयाति, तिङ् प्रत्ययः प्रथमं स्थापनीयं वा अथवा विकरणप्रत्ययः स्थापनं करणीयं वा इति. अतः एतादृशः प्रश्नः किमर्थम् अस्माकं मनसि इत्युक्ते भगिनी लट् लोट् लङ् विधि लिङ् एतेषु चतुर्षु लकारेषु धातुयोग लट् नो चेत् लोट् नो चेत् लङ् नो चेत् विधिलिङ्ग्लकारः लिङ्ग्लकारः विधिअर्थे विधिअर्थे लिङ्ग्लकारः योजयामः चेत् तत्र ल एव अवशिष्यते. सर्वेषां लकाराणां ल अवशिष्यते. तत्र लस्सि इति अधिकारः भवति. किमर्थं चेत् तत्र कोऽपि विशिष्टसूत्रं लकारनिमित्ते कोऽपि सूत्रं नास्ति. सो यदि वयं अत्र किं लिखितं, कुत्र अस्ति लकारनिमित्तविकरणप्रत्ययाः, 3133 आरभ्य 3166 सूत्रपर्यन्तं. तत्र पुस्तके पश्यामः लट् विषये किम् अस्ति वा, लोट् विषये किमपि विशिष्टविकरणविधिः अस्ति वा, तथैव लङ् विषये अपि च विधिलिङ्गविषये. सो अस्मिन् प्रकरणे किमपि नास्ति लट् विशिष्ट अथवा लोट् विशिष्ट अथवा लङ् विशिष्ट अथवा विधिलिङ्गविशिष्ट. सो कोऽपि अन्यसूत्रस्य धातुयोग लट् अस्ति, धातुयोग लोट् अस्ति, किमपि नास्ति. सो तत्र लस्सि इत्यनेन लस्य एव अधिकारः भवति इत्युक्ते क्रमेण पश्यामः. इदानीं लस्सि इत्यनेन तिवादयः, तत्र तु तत्र चिन्तनं सरलमस्ति एतेषु चतुर्षु लकारेषु. परन्तु यदा तत्र धातुयोग लृट् भवति, धातुयोग लृट् अस्ति, धातुयोग लृट् अस्ति चेत् अनुबन्धानां निष्कासनम् अनन्तरं तत्र द्वितीयसोपानं समानं, यथा लट् लोट् लङ्, तथैव धातुयोग ल अस्ति. इदानीं ल इति लृट् लकारस्य ल, परन्तु तत्र अस्मिन् प्रकरणे पश्यामः तत्र शतासि लृ लुटो इति सूत्रम् अस्मिन् प्रकरणे सो शतासि लृ लुटो इति सूत्रं वदति लृट् लकारस्य विवक्षायां स्ययोजनीयम्। सो इदानीं तत्र मम मनसि किम् आयाति, अत्र प्रथमे लस्य इत्यनेन कार्यं कुर्मः वा शतासि लृ लुटो इत्यनेन कार्यं कुर्मः? सो तत्र एव एतादृशः चिन्तनस्य आवश्यकता, यत्र यत्र लकारनिमित्तिकविकरणः अपि अस्ति अपि च लस् इत्यपि अधिकारः अपि तत्र एकस्मिन् सोपाने तत्र भवितुं शक्नोति, तत्र एव भ्रमः जायते। अतः तस्य विषये एव अस्मिन् यः अत्र ये परिशिष्टं दत्तं तस्य विषये एव चिन्तनं। सो मुख्यतया अत्र यः लृट् अपि च लृङ् अपि च लुट् अपि च लुङ् लकारः यत्र विकर्णः तिबादयस्य अपि विधानं लसितनेन अपि च लकारनिमित्तिकविकर्णस्य अपि विधानम् अस्ति, तत्र एव एतादृशः प्रश्नस्य कृते अस्माकं मनसि एतादृशः प्रश्नः आयाति, तस्य विषये एव अत्र स्पष्टीकरणं दत्तम्। अस्तु अग्रे पठतु। सार्वधातुकप्रक्रिया इति चेत् विवक्षाम् अनुसृत्य धातुः यथा भू योगलकारः यथा लट् बिकम्स् लट् लकारः धातुभ्यः विधीयते अपि च तिंशत् भिन्नः। कः तिंशत् भिन्नः? लट् इत्युक्ते लट् अपि प्रत्ययः। लट् भिन्नः तिंशत् अपि च तिंशत् भिन्नः, अतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः धातुभ्यः विधीयमानः लकारः तु प्रत्ययः, तिङ् भिन्नः च अतः लकारः इति प्रत्ययः कृदतिङ् इत्यनेन कृत् संज्ञकः, असार्वधातुकसंज्ञकः इत्यतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति नास्ति खलु। लस्य सिप्तस् जी सिप्तस्थ मिद्वस्मस् इत्यभ्यां तिङ् विधानं भूयोग तिप् तिंशत् सार्वधातुकं तिबादयः सार्वधातुकसंज्ञकाः कर्तृकाश्च कर्तरि शप् इत्यनेन धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके भूयोग शप् योग तिप् भवति। इत्युक्ते अस्माभिः यत् पठितं न भगिनी तदेव अत्र लिखितं, परन्तु किञ्चित् इट् लुक्स् लैक् डिफिकल्ट् बट् इट्स् नाट् डिफिकल्ट्। इति सार्वधातुप्रक्रिया, वदतु किमस्ति सार्वधातुप्रक्रियायां किं भवति? प्रथमे आर्धधातु प्रथमे लट् लकारः विवक्षा अस्ति चेत् धातुः अनन्तरं यत् किमपि अस्माभिः योजनीयं सूत्राधारेण एव योजनीयं। सो वर्तमाने लट् इत्यनेन लट्, इदानीं धातुः अनन्तरं किमपि वर्णसमूहः अस्ति, सो धातोः अनन्तरम् अत्रापि प्रत्ययः परश्च धातोः इति अधिकारः अस्ति। सो वर्तमाने धातोः अनन्तरं लट् प्रत्ययः परश्च इति तत्र सम्पूर्णसूत्रं भवति, वर्तमाने लट् इति सूत्रस्य अनुवृत्तिसहितसूत्रमस्ति। सो धातोः अनन्तरे यदा मम विवक्षा वर्तमानकालस्य अस्ति, वर्तमानकाले भूधातुतः तिङन्तपदस्य निर्माणं मया करणीयं सो तत्र वर्तमानकालस्य विवक्षायां तु लट् लकारस्य एव निर्देशः वर्तमाने लट् योजनीयं सो धातुयोग लट् लट् अपि प्रत्ययः प्रत्ययः परश्च इत्यनेन धातोः परे योजनीयम् अत्र आद्यन्तौ टकितो इत्यनेन चिन्तनं नास्ति प्रत्ययः परश्च किमर्थं चेत् परश्च इत्यनेन धातोः परे योजनीयं यः वर्तमानकालस्य विवक्षायां यः लट् इति वर्णसमूहः अस्ति सः धातोः परे योजनीयम् अपि च प्रत्यय इत्यनेन तस्य प्रत्यय इति संज्ञा अपि अस्ति नामकरणम् अस्ति सो लट् अपि प्रत्ययः प्रत्ययेषु किं करणीयम् उपदेशे अजन् उपदेशे यत् इति संज्ञावर्णानां यः अस्ति इत्यपि प्रत्ययः प्रत्ययेषु धातौ आदेशेषु आगमेशेषु किं करणीयं वर्णानाम् इति संज्ञा करणीयं सो अत्र किं करणीयम् टकारस्य हलन्त्यम् इत्यनेन इति संज्ञा अकारः उच्चारणार्थं परन्तु इदानीं तत्र किं वदामः अनुनासिक् अकारः अनुनासिक् अस्ति उपदेशे अजनुनासिक् इत्यनेन तत्र तस्यापि इत् इत् भवति सो इदानीं किम् अस्ति भूयोग सर्वदा किं करणीयं प्रकृति अनन्तरं यदा प्रत्ययः अस्ति तदा प्रत्ययस्य स्वभावः द्रष्टव्यम् ल इति प्रत्ययः कीदृशप्रत्ययः सो धातोः अनन्तरं ये प्रत्ययः आर्धधातुक् इति एव लिखितम् आर्धधातुकं शेषः इत्यनेन आर्धधातुक् संज्ञकः सो इदानीं धातोः अनन्तरम् आर्धधातुक् संज्ञः सो कीदृश आर्धधातुक् संज्ञ कृदतिङ् कृत् अतिङ् इति तत्र अस्ति कृत् अतिङ् इति भवति कृदतिङ् कृत् इति तकारः हल् अस्ति सो अत्र लिखितं कृदतिङ् अतिङ् प्रत्ययाः तेषां संज्ञा किम् अस्ति तेषां कृत् इति संज्ञा अस्ति सो एतत् ल तिङ् नास्ति वयं जानीमः तिङ् प्रत्यये तु केवलं टिप् तस् जि इति अष्टादश प्रत्ययाः सो ल इति अर्धधातुक् संज्ञकः इदानीं तत् अवगतं ल इति अर्धधातुकं शेषः इत्यनेन अर्धधातुक् अपि च अतिङ् भिन्नः कृत् अस्ति सो कृत् प्रत्ययः अस्ति अपि च आर्धधातुक् अस्ति सो अस्मिन्नेव सोपाने कर्तरि शब्दसूत्रस्य प्रसक्तिः भवति वा भगिनि न भवति किमर्थं चेत् आर्ध साक्षात् आर्धधातुकः प्रत्ययः अस्ति सो तस्य सूत्रस्य अत्र प्रयोगः एव न करणीयं तु कस्य सूत्रस्य प्रसक्तिः अत्र लस्य इत्यादिक लस्य तिप्तस्ति इत्येव लिखितं सो सार्वधातुप्रक्रियायां तत्र एतादृशः चिन्तनम् अवश्यकरणीयं धातु प्रत्ययस्य स्वभावः कः प्रत्यये सार्वधातुकम् अस्ति अपि च कर्तरिप्रयोगे अस्ति वा द्वयमेव तत्र द्रष्टव्यं केवलं सार्वधातुक् अस्ति परन्तु कर्तरिप्रयोगे नास्ति तदापि शप्न आगन्तुं शक्यते तत्र निमित्तद्वयं कर्तरिप्रयोगे अपि च सार्वधातुकत्वं प्रत्यये भवेत् तदा एव शप् आगन्तुं शक्यते सो शप् प्रत्ययस्य शन् प्रत्ययस्य कृते धातोः परे यः पूर्वे एव प्रत्ययः तदेव निमित्तं भवति धातु निमित्तं नास्ति कस्य गणस्य धातु तस्य आधारीकृत्य सर्वदा तत्र शप् योजनीयं नो चेत् शन् योजनीयं नो चेत् श योजनीयं न तत्र भिन्नप्रत्ययः निमित्तं भवति शप् शन् श प्रत्ययस्य कृते इति तत्र लिखितम् इदानीं पुनः पठतु अत्र वाक्यं एकम् वाक्यं स्वीकृत्य सार्वधातुप्रक्रियायां कीदृश तत्र चिन्तनम् अस्ति पठतु तदेव लिखितं धातुभ्यः विद्यमानः लकारः तु तिङ् भिन्नश्च अतः लकार इति प्रत्ययः कृत् अतिङ् सो लकारः लट् तत् लकारः सर्वे लकार नास्ति सर्वे लकार तिङ् नास्ति अतः कृत् प्रत्ययः तेषां संज्ञा कृत एव अस्ति. आम् तेषां संज्ञा कृत एव अस्ति. सो इत्यनेन कृत् संज्ञकः. सार्वधातुकसंज्ञकः इत्यतः कर्तरि शप् इत्यस्य प्रसक्ति नास्ति. असार्वधातुकसंज्ञक इत्युक्ते सार्वधातुक इत्युक्ते नै तत्पुरुषसमासः अस्ति. न बिकम्स् अ आर् अन्. सो यदि तत्र हलवर्णः देन् न चेञ्जस् इन् टु अकारः. यदि तत्र स्वरः अस्ति तत्र अन् भवति. अन् आवश्यकम् आवश्यकम् अन् आवश्यकम्. अनावश्यकम् इत्युक्ते न आवश्यकं. नै तत्पुरुषसमासः. न आवश्यकम् इत्युक्ते अनावश्यकम्. अत्र तु सार्वधातुक हल अस्ति अतः ब्राह्मणः अब्राह्मणः पण्डितः अपण्डितः. आमां सत्यं तदेव. न पण्डितः न ब्राह्मणः तदेव अर्थः. अस्तु अनन्तरं सो कस्य इत्युक्ते कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. तो कस्य प्रसक्तिः अस्ति? अपि तस्य स्थाने तिप्तस्जि. इदानीं भूयोग तिप् आयति. तिंशत् सार्वधातुकम् इति आभ्याम् इति आभ्याम् इति कः अत्र का सन्धि भगिनि? इति आभ्याम् यण् सन्धि अस्ति. तथैव अत्र इति अनेन इति अनेन इत्यनेन अत्रापि यन् सन्धि अस्ति. पठतु अपि अत्र कृदति इति अत्र का सन्धि? अत्र पदद्वयं जष्टु सन्धि. कृत् अपि च अतिङ् अत्रापि नतिङ् अत्रापि नै तत्पुरुषसमासः अस्ति. अतिङ् इत्यनेन नतिङ् भूयोगतिप् त्रिंशत् सार्वधातुकं तिबादयः सार्वधातुकसंज्ञकाः कर्तर्थकाः अत्र का सन्धि? कर्तर्थकाः च कर्तर्थक एतत् विसर्गसन्धिसकारः. आम् अनन्तरम् आम् आम् सन्धि. आं सत्यम् अस्तु. सो कर्तरि शप् अत्र तिंशित् सार्वधातुकं तिबादयाः सर्वे तिबादयाः अष्टादश तिबादयाः सार्वधातुकसंज्ञकाः अनेन सूत्रेण तिंशित् सार्वधातुकं तावदेव सक्षण् नास्ति. कर्तर्थके अपि भवेत्. सो तिबादयः कर्तर्थकाः च केवलं सार्वधातुकसंज्ञा अस्ति इति एव न द्रष्टव्यं. कर्तरी अस्ति वा भावे अस्ति वा कर्मणि प्रयोगे अस्ति वा इति अपि द्रष्टव्यं. कः प्रत्ययः? यः प्रत्ययः अस्ति इत्युक्ते सि तत्र कृदतिङ् इति सूत्रेण ये अतिङ् प्रत्ययाः तेषां कृत् इति संज्ञा. एतदपि संज्ञासूत्रमस्ति कृदतिङ्. सो अनेन संज्ञासूत्रेण किं दत्तं? कृत् इति कस्य प्रत्ययस्य संज्ञा. सो अतिङ् प्रत्ययाः कृत् संज्ञकाः इति लिखितम्. एकम् अन्यत् सूत्रमस्ति तद्वदति कर्तरी कृत्. कर्तरि कृत् इति सूत्रं वदति ये कृत् प्रत्ययाः येषां येषां प्रत्ययानां कृत् इति संज्ञा ते मूले किं कर्तरी कर्तर्थकाः सन्ति. औत्सर्गिकरूपेण जनरल् नियम आधारेण ते सर्वे कर्तर्थकाः सन्ति. सो यदा तत्र धातुयोग लट् अस्ति लट् इति अतिङ् प्रत्ययः अतः कृत् कर्तरि प्रयोगे अस्ति परन्तु आर्धधातुक अस्ति अतः एकं निमित्तं न पूरितम् अतः कर्तरि शप् इति तत्र न आगन्तुं शक्यते. अनन्तरम् आयाति परन्तु तस्मिन् सोपाने न आगन्तुं शक्यते। कर्तर्थक् प्रत्ययः अस्ति परन्तु सार्वधातुक् नास्ति, असार्वधातुक् अस्ति इति लिखितम्। सो शप् प्रत्ययस्य कृते निमित्तद्वयम्, एकम् अस्ति सार्वधातुक् संज्ञकप्रत्ययः, द्वितीयमस्ति कर्तर्थक् प्रत्ययः इति लिखितम्। अवगतं वा भगिनि? वदतु अग्रे। सो अनुवृत्तिसहितसूत्र इत्यनेन धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके इति सम्पूर्ण अनुवृत्तिसहितसूत्रं भूयोग शप्योगत् भवति। इत्युक्ते अनन्तरं गुणकार्यं यत्किमपि अस्ति, वर्णमेलनं, सन्धिकार्यम् अवकाशः अस्ति चेत्, इत्युक्ते सन्धिकार्यम् अत्र अनिवार्य अस्ति, नित्येन करणीयं यदि अवकाशः अस्ति। पदनिर्माणसमये अत्र किं भवति? पदनिर्माणं भवति, तिङन्तपदस्य निर्माणं भवति। पदनिर्माणसमये सन्धि अवकाशः अस्ति चेत् नित्येन करणीयम्। अपि च उपसर्गयोग कोऽपि सुबन्तपदं नो चेत् धातुः अस्ति उपसर्गतो, यदा तत्र प्रादयः धातोः पूर्वे योजयामः तदा एव उपसर्गसंज्ञा भवति। तत्र अपि यदि सन्धि अवकाशः अस्ति नित्येन करणीयम्, अवश्यकरणीयम्। अपि च यदा तत्र समासविषयः आयाति, समासविषये किं भवति? पूर्वपदम् उत्तरपदं तयोः मेलनं भवति तत्र, पूर्वपदम् अपि च उत्तरपदस्य मेलनं भवति। यदि तत्र अपि सन्धि अवकाशः अस्ति, यदा पदद्वयस्य मेलनं भवति तदा तत्र सन्धि अवकाशः अस्ति, तत्र अवश्यकरणीयं। सो त्रिषु स्थलेषु सन्धिकार्यं नित्यम्। परन्तु वाक्ये यथा अत्र यदि अहम् अत्र इति आभ्यां भिन्नभिन्नरूपेण लिखामः तदपि साधु। सो वाक्ये सन्धिकार्यं नित्यं नास्ति। मम इच्छा अस्ति चेत् विवक्षानुगुणमेव अस्ति, परन्तु त्रिषु स्थलेषु सन्धिकार्यं नित्यम् अवश्यकरणीयं यदि अवकाशः अस्ति इत्यपि स्मर्तव्यम्। सन्धिकार्यं सर्वदा नित्यकार्यं नास्ति व्याकरणशास्त्रे, त्रिषु स्थलेषु एव नित्यम्। सो यदि अत्रापि कर्तर्थकाः च यदि वयं भिन्नसन्धि विना अपि लेखितुं शक्यते, नित्यं नास्ति, परन्तु अत्र नित्येन करणीयम्। अग्रे अपि पठतु एतत् परिच्छेदम्। आहत्य लकारस्य स्थाने तिङ् तदा तिङ्गः सार्वधातुकत्वात् शप् विधानम्। यावत् सार्वधातुकसंज्ञकः प्रत्ययः ता गच्छेत् न अगच्छेत् तावत् कर्तरि शप् इत्यस्य प्रसक्तिः न स्यात्। शप् च शपं प्रबाध्य अन्ये विकरणप्रत्ययाः च तदा विधीयन्ते यदा धातोः परः सार्वधातुकसंज्ञकः प्रत्ययः विद्यते। एवं भवति लटि लोटि लङि विधिलिङि, अपि च शत्रुशानचौ शानचोः। किं लिखितम् सारांशः इत्युक्ते सार्वधातुकप्रक्रिया इति तस्य सारांशः अस्मिन् परिच्छेदे लिखितम्। सार्वधातुकप्रत्ययः अस्ति चेत् शप् विधानम् अस्ति, लकारस्य स्थाने तिङ् तदा तिङ् सार्वधातु। द्वितीयवाक्ये किं लिखितं तद् वदतु। यावत् सार्वधातुकसंज्ञकः प्रत्ययः न अगच्छेत् तावत् कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. आम् सार्वधातुकप्रत्ययः अस्ति चेत् एव कर्तरि शप् सार्वधातुके आगन्तुं प्रसक्तिः अस्ति. इत्युक्ते यावत्पर्यन्तं यावत्पर्यन्तं धातोः अनन्तरं कोऽपि सार्वधातुकर्तर्थक् प्रत्ययः नास्ति तावत्पर्यन्तं कर्तरि शप् इति आगन्तुं न शक्यते. तदेव निमित्तम् अस्ति भवति सप्रत्ययस्य कृते शपम् अपि च अन्यविकरं प्रत्ययानां कृते तदेव निमित्तम् अस्ति. तत्र पूर्वे धातोः प्रकृतिः साक्षात् अनन्तरं कोऽपि सार्वधातुक् प्रत्ययः पूर्वे भवेत् तदा एव शप् अपि आयाति एकम् एक्स्ट्रा प्रत्ययः आयाति. तादृशप्रक्रिया कुत्र भवति? लट् अस्माकं विवक्षा लट् लोट् वितिलिङ्ग् लङ् लकार अस्ति चेत् सो एतेषु चतुर्षु लकारेषु तादृशचिन्तनम् अस्ति. इत्युक्ते एतेषु चतुर्षु लकारेषु कीदृशप्रक्रिया? सार्वधातुक् प्रक्रिया. समया उक्तम् अत्र कोऽपि लकारनिमित्तिक् विकर्णः नास्ति. सो अत्र डैरेक्ट् लस्य इत्यनेन तिवादयः तिवादयस्य कारणेन घनविकरणप्रत्ययः. एतेषु चतुर्षु लकारेषु तावदेव अस्ति. अपि च कुत्र अस्ति? न केवलम् एतेषु चतुर्षु लकारेषु. किमर्थम्? शित् अस्ति द्वयोः. आम् शत्रुशानच् कीदृशप्रत्ययः? षित् प्रत्ययः सार्वधातुकप्रत्ययः. आम् षित् प्रथमे षित् प्रत्ययः षित्वात् षित् कारणेन सार्वधातुक्. अपि च अपि च अपित् अस्ति. आम् तत्तु सत्यम्. अपि च अपि का संज्ञा एतयोः किम् एडिशनल् संज्ञा अस्ति? सार्वधातुक् तु अस्ति. अपि च कृतिङ् अतिङ् अतिङ् प्रत्ययः सः कृत्संज्ञकः. कृत्संज्ञकः अस्ति चेत् किं भवति? कर्तरीकृत् कर्तरीकृत् कर्तरीकृत् तेन किं तेन किम् कर्तरीकृत् इत्यनेन शत्रु इति कृत् प्रत्ययः भवति. न न कृतो कृदतिङ् इत्यनेन कृत् भवति. कृतो कृदतिङ् इत्यनेन कृत् भवति शत्रुप्रत्ययः. कर्तरीकृत् इत्यनेन किं शत्रु इति कृत् कर्तरीकृत् मूले तत्र कृत् अस्ति वा नास्ति? अस्ति. कथं जानीमः? कृदतिङ् शत्र कृदतिङ् इत्यनेन कृत्. सो ये कृत् प्रत्ययाः कर्तरीकृत् इत्यनेन ते के भवन्ति? कर्तरीप्रयोगे. सो कर्तरी कर्तर्थके इत्युक्ते कर्तर्थके इत्युक्ते वट् इस् कर्तर्थक् कर्तरीप्रयोगं कर्तरीप्रयोगे अस्ति. कः अर्थः कर्तरीप्रयोगे अस्ति? तत्तु सत्यं. सो कर्तरी प्रयोगे अस्ति अपि च षित् अस्ति तेन कारणेन सार्वधातुकसंज्ञकः कर्तर्थकः च शत्रु. सो तत्र कर्तरी शप् अपि आयान्ति. धातुयोगशत्रु कुर्मः चेत् शप् मध्ये आयाति. तत्तु सत्यम्. इदानीं कर्तरीप्रयोगः इत्युक्ते किम्? कर्तरी अपि च कर्मणि प्रयोगः किम् अस्ति तत्र? तत्र प्रथमाविभक्ति कर्तृपदम् अस्ति. तेन किं भवति? आम् एक्टिव् वाय्स् अस्ति. इत्युक्ते पाठ्ययोगशत्रु कुर्मः चेत् तत्र किं भवति भगिनि? पाठ्ययोगशत्रु पाठ्ययोगशत्रु शकारः इत्सञ्ज्ञकः, ऋकारः अपि इत्सञ्ज्ञकः, त इव अवशिष्यते, पट्योग त भवति. पाठ्ययोग त अवशिष्टभागः कः? शकारस्य इत् अस्ति. शकार उत्तरवर्ती किम् अस्ति? अनुनासिक अस्ति. न रु एव अनुनासिकमामां षत् अवशिष्यते. न शकारः अपि गच्छति. अत् अत् अतिथिः अस्ति, षित् अस्ति, अपि च कर्तरि प्रयोगे अस्ति. अतः षित् शत्रु इति प्रत्ययः षित्वात् सार्वधातुकसंज्ञकः, अपि च कर्तरि कृत् इत्यनेन सर्वे कृत् प्रत्ययाः, शत्रु अपि कृत् प्रत्ययाः, सर्वे कृत् प्रत्ययाः कर्तरि प्रयोगे भवति. सो कर्तरि कर्तर्थके अपि अस्ति, सार्वधातुक अपि अस्ति. कस्य सूत्रस्य प्रसक्तिः अत्र? कर्तरि शप्, कर्तरि शप्. सो शप् मध्ये आयाति. सो शप् प्रत्ययस्य कृते कारणं किं भवति? शत्रु इति कारणं. शत्रुप्रत्ययस्य कारणेन शप् मध्ये आयाति. कर्तर्थक् सार्वधातुकप्रत्ययस्य कारणेन एव धातोः अनन्तरं शप् विधीयते. सो इदानीं तत्र किं भवति? पाठ्ययोग इदानीं तत्र वर्णमेलनं. पठ इति अङ्गमस्ति अत् प्रत्ययस्य कृते. पठयोग इदानीं तत्र अत्र अकः सवर्णे दीर्घः इत्यनेन कार्यं न भवति. किमर्थं चेत् अत्र अपदान्ते अकारस्य परे असवर्ण अस्ति चेत् तत्र सवर्णदीर्घसन्धि बाधित्वा अतो गुणे इति सूत्रेण, एकम् अन्यत् सूत्रमस्ति गुणविधायक सन्धिसूत्रमस्ति अतो गुणः. सो ह्रस्व अकारस्य अपदान्त एतत् पठ इति यः अकारः सः अपदान्ते अस्ति. एतस्य पदसंज्ञा नास्ति. पदसंज्ञा केन सूत्रेण अस्ति व्याकरणे? सन्धिसूत्रं न पदसंज्ञा. पद इति संज्ञा, पद इति नामकरणं केन सूत्रेण भवति? पदस्य न सुप्तिङन्तं पदं. सुबन्तम् अस्ति चेत्, तिङन्तम् अस्ति चेत् तस्य एव पदसंज्ञा. अत्र तु सुबन्तं नास्ति, सुप् प्रत्ययः अन्ते नास्ति, तिङ्गपि अन्ते नास्ति. सो अत्र पदसंज्ञा नास्ति. पठ इति पदसंज्ञा नास्ति, अपदान्ते अस्ति. सो अपदान्त अत्र अपदान्ते इति पदस्य अपि अनुवृत्तिः पूर्वसूत्रात्. अपदान्त अतः, अतः इति यः अस्ति तपरकरणम् अस्ति. सो अपदान्त अतः अपदान्तरस्व अकारस्य अनन्तरं गुणः वर्णः अस्ति. के के गुणवर्णाः? अकारः, एकारः, ओकारः. सो अपदान्तरस्व अकारस्य परे कोऽपि गुणवर्णः अस्ति चेत् तत्र गुणवर्णः एव तिष्ठति. द्वयोः पूर्वपरयोः गुणवर्णः एव तिष्ठति. इत्युक्ते यदि पठयोग सपोज् इत् अस्ति, इत्तु गुणवर्णः नास्ति. गुणे वर्णे परे पूर्वपरयोः तत्र इत्युक्ते एकारः अस्ति अथवा ओकारः अस्ति, तदा एव अतो गुणे इति सूत्रस्य प्रसक्तिः भवति. सो अत्रापि अतो गुणे इति सूत्रस्य, अकः सवर्णे दीर्घः इति सूत्रस्य अपि प्रसक्तिः, अतो गुणे अपि सूत्रस्य प्रसक्तिः. द्वयोः बलाबलं चिन्तनं कुर्मः चेत् अतो गुण इति अपवादसूत्रम् अस्ति. सो अपदान्ते तु एतत् एव सूत्रं कार्यं कर्तुं शक्यते. अकः सवर्णे दीर्घः अपदान्ते अपि कार्यं कर्तुं शक्यते, पदान्ते अपि कार्यं कर्तुं शक्यते. इत्युक्ते तत्र तादृश कोऽपि नियमः एव नास्ति, अपदान्ते वा अपदान्ते वा इति तत्र किमपि न निर्देशम् अस्ति, तत्र केवलं संहितायां सवर्ण तत्र यदि तत्र अच् वर्णस्य परे सवर्ण अच् अस्ति चेत् संहिता अस्ति, अत्यन्तसामीप्यम् अस्ति, तत्र दीर्घादेशः, परन्तु अस्मिन् सूत्रे तु अपदान्तविशिष्टरूपेण अस्ति, तो एतत् कार्यं केवलम् अपदान्ते भवति. सो अपदान्ते ह्रस्व अकारस्य अनन्तरं गुणवर्णः अस्ति चेत् पूर्वपरयोः तत्र किम् एकम् एव पूर्वरूप, यः परे यः गुणवर्णः सः एव तिष्ठति, परयोः एकादेशः भवति. ऐ विल् क्लियर् दिस्. सो इदानीं किम् अस्ति, पठत्, पठत् इति प्रातिपदिकम्, कृदन्त प्रातिपदिकम् अस्ति. पठत् इति कृदन्त प्रातिपदिकं, कृत् प्रत्ययस्य योजनेन तत्र प्रातिपदिकस्य एव निर्माणं भवति. सो प्रातिपदिकस्य निर्माणं भवति चेत् तत्र किं योजनीयं, पदनिर्माणार्थं किं करणीयं, सुप् योजनीयं, प्रातिपदिकात् सुप् विधीयन्ते, धातोः तिङ् विधीयन्ते. सो अत्र सुप् योजयामः चेत् पुल्लिङ्गे, पुल्लिङ्गे किं भवति, पठन् पठन्तौ पठन्तः एकवचने, एते पठन् इति यः रूपम् अस्ति, शत्रुप्रत्ययः कर्तर्थक् प्रत्ययः. सो पठन् रामः कर्तारमेव बोधयति, कर्तरि प्रयोगे इत्युक्ते कर्तारं बोधयति, यः कर्ता अस्ति, यः प्रथमाविभक्त्याम् अस्ति तदेव बोधयति इति कर्तरि प्रयोगः. कर्तरि प्रयोगे यः यत् पदम् अस्ति, यदा अहं वदामि पठति, भगिनि दिस् इस् कण्टिन्यूस् प्रेसेण्ट् कण्टिन्यूस् रैट्, रीडिङ्ग् राम, सो अत्र अस्माकं विषयः कः, कर्तरि प्रयोगे. कर्तरि प्रयोगे इत्युक्ते यः तत्र पदस्य निर्माणं भवति सः कर्तारं बोधयति, तत् पदं कर्तारं बोधयति. कर्मपदस्य विषये किमपि न वदति. सो एतस्य सम्बन्धः, एतस्य अन्वयः कस्य सः, यः कर्ता अस्ति, कर्तरि इत्युक्ते यः कर्ता अस्ति तस्य सह एव एतस्य पदस्य अन्वयः भवति. तथैव कर्मणि प्रयोगे यः पदं भवति सः कर्मपदं, तस्य अन्वयः कर्मपदस्य सह अस्ति, न तु कर्तारं सह अस्ति. कर्मणि प्रयोगः अपि च कर्तरि प्रयोगः, कर्तरि प्रयोगे यस्य पदस्य, पठति इत्युक्ते कर्तारमेव बोधयति, रामः पठति, न तु किं पठति, पुस्तकं पठति वा पत्रिका पठति वा इति नास्ति, पठति इत्यनेन कः पठति इति तत्र अन्वयः भवति. सो कर्ता एव पठति यत् किमपि कर्ता अस्ति. सो कर्तरि प्रयोगे तत् पदं कर्तारं बोधयति इति कर्तरि प्रयोगे, कर्मणि प्रयोगे तस्य अन्वयः कर्मपदस्य सह अस्ति. पुस्तकं पठ्यते, पुस्तकं पठ्यते इत्युक्ते तत्र कः पठति इति विवक्षा नास्ति, किं पठति इति विवक्षा अस्ति. सो पठ्यते इति कर्मणि टिप् अस्ति, तिबादयः. सो तत्र किं पठति इति तत्र अन्वयः भवति, न तु कः पठति. सो यत्र कर्मपदमेव नास्ति तत्र केवलं भावः एव, इत्युक्ते क्रिया, केवलं क्रियायाः बोधः एव भवति. रामेण पठ्यते, सपोज् कर्मपदस्य विवक्षा नास्ति. सो रामेण पठ्यते इत्युक्ते तत्र केवलं क्रियायाः बोधः एव भवति, न तु कर्मपदस्य बोधः अथवा कर्ता इति बोधः इति. तत्र कर्तरि प्रयोगः, कर्मणि प्रयोग, भावे प्रयोग, भाव इत्युक्ते क्रिया. सो यत्र कर्मपदं नास्ति तत्र भावे प्रयोगः, यत्र कर्मपदम् अस्ति तत्र कर्मणि प्रयोगः अपि भवितुं शक्नोति. सो सर्वे कृतसंज्ञकप्रत्ययाः मूले कर्तर्थके इति तत्र निष्कर्षः. सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु. अत्र तु स्थगामः, इदानीं तु समयः अभवत्. सार्वधातुप्रक्रियायां सर्वत्र एतादृशः चिन्तनम् एव भवति. वेदर् देट् इस् अ स्टिङ्ग् सार्वधातुक् आर् कृत् सार्वधातुक्, प्रक्रिया समानम्. सि देट् इस् द ब्यूटि आफ् द दिस् लाघव दिस् सार्वधातुक् प्रक्रिया अपि च आर्धधातुक्. वेदर् द प्रत्यय इस् कृत् आर् तिङ्ग्, प्रक्रिया समानम्. कर्तरीकृत् वदति मूले सर्वे कृत् संज्ञक, येषां येषां प्रत्ययानां कृत् इति संज्ञा, ते मूले औत्सर्गिकरूपेण कर्तरिप्रयोगे एव, इत्युक्ते कर्तारम् एव बोधयति. परन्तु तत्र अपवादसूत्राणि सन्ति, केचन विशिष्टकृत् संज्ञकप्रत्ययाः कर्मणि कर्मपदम् अपि बोधयति. तस्य विषये विशिष्टसूतम् अस्ति, यथा तत्र तवतु न तवतु नास्ति, स अपि च अनियर्, तेषां विषये विशिष्टसूत्राणि. अस्तु, अत्र स्थगामः. कर्मणि कर्मणि प्रयोगः भवति अनियर् अनियर् तव्य, तेषां विषये विशिष्टसूत्रम् अस्ति, तत्र कर्मणि इति लिखितम् अस्ति. परन्तु औत्सर्गिकरूपेण सर्वे कृत् प्रत्ययाः कर्तरीकृत् इत्यनेन कर्तरीप्रयोगे सामान्यनियमाधारेण. अत्र तु केचन विशिष्टप्रत्ययानां विषये अपवादः तत्र सन्ति. अस्तु, जगदीश महोदय कृपया शान्तिमन्त्रं पठतु महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओं श्रीगुरुभ्यो नमः. हरि ओं तत्सवि. नमस्काराः, धन्यवादाः, पुनः मिलामः.